गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् गुणनिरूपणम् इति अस्माभिः आरब्धं तत्र रूपस्य लक्षणम् अस्माभिः दृष्टं चक्षुर्मात्रग्राह्यो गुणः रूपम् इति तत्रापि त्रीणि दलानि सन्ति चक्षुर्ग्राह्यत्वं चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् अपि च गुणत्वं चक्षुर्ग्राह्यत्वे सति चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वे सति गुणत्वं रूपस्य लक्षणं तत्र दलसार्थक्यम् अपि अस्माभिः कृतं षट् सम्भावनाः सन्ति इति एतत् सर्वम् अस्माभिः दृष्टं यथा रूपस्य लक्षणं भवति तथा एव स्पर्शस्य लक्षणमपि त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः इति त्वगिन्द्रियग्राह्यत्वे सति त्वग्भिन्नेन्द्रिय अग्राह्यत्वे सति गुणत्वं स्पर्शस्य लक्षणम् इत्यपि अस्माभिः दृष्टम् तदनन्तरं ग्राह्यपदयुक्तानाम् इतरलक्षणानां निरूपणम् तत्र ग्राह्यम् इति पदेन किं बोध्यम् इति चेत् प्रत्यक्षनिष्ठविषयितानिरूपितविषयता इति अस्माभिः तत्र दृष्टं तत्रापि ग्राणग्राह्यो गुणः गन्धः तत्र दलद्वयमेव वर्तते ग्राणग्राह्यत्वम् अपि च गुणत्वं गन्धस्य लक्षणं भवति ग्राणग्राह्यत्वे सति गुणत्वं गन्धस्य लक्षणं रसनग्राह्यो गुणः रसः रसनग्राह्यत्वे रसनेन्द्रियग्राह्यत्वे सति गुणत्वं रसस्य लक्षणम् अन्तिमं तु श्रोत्रग्राह्यो गुणः शब्दः श्रोत्रग्राह्यत्वे सति गुणत्वं शब्दस्य लक्षणम् इति पञ्चलक्षणानि अस्माभिः अधीतानि पुनः तत्र रूपस्य विषये शुक्ल नील पीत रक्त हरित कपीश चित्रभेदात् सप्तविधम् इति रूपस्य लक्षणं रूपस्य प्रभेदाः उक्ताः सन्ति मूलग्रन्थे तत्र प्रथमषड् रूपाणि तत्र यथा बोध्यं यथा उक्तं तादृशमेव अस्ति किन्तु तत्र चित्ररूपम् इत्युक्ते किम् इति तत्र सप्तमरूपमस्ति किल चित्ररूपम् इति तत् किम् इति चेत् यस्य कस्यापि वर्णद्वयस्य मेलनेन मिश्रणेन यत्किमपि नूतनवर्णं लभ्यते चेत् तस्य नाम अस्ति चित्ररूपम् इति वैशेषिकानां मतमस्ति इति अस्माभिः दृष्टम् तत्र नवसप्ततिः तमपुटे प्रथमपङ्क्तौ अन्तिमवाक्यम् अस्ति तैः अवयवैः जायमाने तस्मिन् पटे न पीतं रूपम् नापि रक्तं रूपं किन्तु चित्रम् इति अतिरिक्तं रूपं किमपि रूपमुत्पद्यते इति वैशेषिकानाम् आशयः इति उक्तम् तदनन्तरम् इदानीम् अस्माभिः पठनीयमस्ति तत्र शीर्षकमस्ति व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वम् इति पदार्थनिरूपणम् इति अस्ति तत्र बहु किमपि अस्ति इति कृत्वा अवगमनार्थं महोदयेन करपत्रं निर्मितं सर्वैः पुरतः तत्र करपत्रं स्यात् करपत्रं मया प्रेषितं गुणस्य व्याप्याव्याप्यं च वृत्तित्वम् इति करपत्रस्य शीर्षकं 10-15 किमिति महोदय ईमेल् द्वारा प्रेषितवान् आमामाम् यदि ईमेल् नास्ति भवतः पुरतः तर्हि तत्र अस्माकं वेब्सैट् अस्ति किल संस्कृतव्याकरणम् इति तत्र गत्वा 10-15 इति 10 इति न्यायशास्त्राणां न्यायशास्त्रे निर्मितानि पुटानि तत्र सन्ति तत्र 15 पत्रमस्ति गुणस्य व्याप्याव्याप्यं च वृत्तित्वम् इति तत्रापि महोदयेन बहु किमपि लिखितम् इति कृत्वा किञ्चित् तस्मात् पूर्वं अत्र किमस्ति इति संक्षिप्तरूपेण अहं वदामि, तदनन्तरं साक्षात् पठेमश्चेत् तत्र किमस्ति इति इतोपि स्पष्टतया ज्ञातुं शक्यते. अस्तु, इदानीं तत्र वृक्षः अस्ति, वृक्षः नास्ति, इदानीं तत्र घटः अस्ति इति चिन्तयतु. घटे रूपमस्ति, यत्किमपि रूपं भवतु, नीलरूपं वा रक्तरूपं वा यत्किमपि रूपं घटे अस्ति. रूपं घटे सर्वत्र अस्ति वा नो चेत् एकस्मिन् देशे एव अस्ति वा इति प्रश्ने सति, इदानीं घटे एकमेव रूपं, तद्रूपं रक्तम् इति चिन्तयामश्चेत् तत्र घटे सर्वत्र रूपं वर्तते इति वदिष्यामः किल. घटे सर्वत्र रूपं वर्तते इति. क्षम्यतां महोदय, हा, करपत्रम् उद्घाटनीयं वा इदानीम्? आं, करपत्रम् उद्घाटनीयम्. अस्तु महोदय, पञ्चादशकरपत्रम् इदानीं किञ्चित् तस्मात् पूर्वं किञ्चिदिव वदन्नस्मि अहं तस्मिन् विषये. अस्तु, हा, घटे रूपमस्ति इति चेत् रूपं कुत्र वर्तते इत्युक्ते घटे सर्वत्र वर्तते. तत्र वृत्तिः इत्युक्ते अस्माभिः पूर्वम् अधीतम् आधेयत इति अस्माभिः अधीतं किल. तत्र वृत्ति आधेयः इति पर्याय पदौ इति अस्माभिः इति पदे इति अस्माभिः अधीतं. वृत्तिः इत्युक्ते आधेयत, आधेयः इति अर्थः. वृत्तिः इत्युक्ते आधेयः इति, इत्युक्ते यज्ञदत्तः आसने उपविशति इति चेत् इदानीं यज्ञदत्तः आधेयः, आसनम् आधारमस्ति. यज्ञदत्तस्य वृत्तिः, यज्ञदत्तस्य वृत्तित्वम् आसने अस्ति इति अपि वक्तुं शक्यते. तर्हि वृत्तिः इत्युक्ते आधेयः इति अर्थः. अस्तु, इदानीं रक्तवर्णरूपं घटस्य घटे सर्वत्र विद्यते इति कृत्वा रक्तवर्णस्य व्याप्यवृत्तित्वं घटे वर्तते. व्याप्यवृत्तित्वं सर्वव्यापी इति वदामः किल, ईश्वरः सर्वव्यापी, ब्रह्म सर्वव्यापी इति आल् पर्वेषु तादृशं व्याप्यवृत्तित्वम् इत्युक्ते सर्वत्र अस्ति, यत्र यत्र घटः अस्ति तत्र सर्वत्र तस्मिन् रूपम् अस्ति एव. तर्हि रूपस्य व्याप्यवृत्तित्वं घटे वर्तते इति वदामश्चेत् सर्वेषां बोधः जायते एव इति अहं मन्ये. अस्तु, इदानीं भिन्न उदाहरणं स्वीकुर्मः. एकं वृक्षमस्ति इति, एकः वृक्षः अस्ति इति चिन्तयतु. तस्मिन् वृक्षे एकः कपिः अस्ति. कपिः इत्युक्ते मङ्की. इदानीं कपिः कुत्र वर्तते इति चेत् एकस्मिन् शाखायाम्, एकस्यां शाखायां यस्मिन् कस्मिंश्चित् शाखायाम् एव कपिः वर्तते किल, न तु सर्वत्र. यत्र यत्र वृक्षमस्ति, वृक्षः अस्ति तत्र सर्वत्र कपिः अस्ति इति वक्तुं शक्यते वा? न शक्यते किल. केवलम् एकस्मिन् पार्श्वे, प्रायः अग्रभागे, उपरि, वृक्षस्य उपरि, वृक्षस्य यः भागः उपरि अस्ति तस्य भागस्य नाम अग्रभागः इति स्वीकुर्मः. तस्मिन् भागे एव कपिः अस्ति. इदानीं कपिः कुत्र वर्तते? वृक्षे वर्तते. तर्हि कपिः आदेयः, वृक्षः अधिकरणम् इति भवति. तत् सत्यमेव, कपिः वृक्षे अस्ति इति वदामश्चेत् तत्र किमपि दोषः नास्ति. किन्तु पश्यतु, रूपं घटे वर्तते, कपिः वृक्षे वर्तते. अनयोः वाक्यद्वयोः मध्ये भेदः वर्तते. कः भेदः इति चेत् रूपं घटस्य सर्वत्र वर्तते, किन्तु कपिः एकस्मिन् पार्श्वे वर्तते इत्यतः अनेन किं जातम् इति चेत् कपेः अव्याप्यवृत्तित्वं वृक्षे अस्ति किन्तु रूपस्य व्याप्यवृत्तित्वं घटे अस्ति. अवगच्छति वा एतावत्पर्यन्तं व्याप्यवृत्तित्वम् अपि च अव्याप्यवृत्तित्वम् अनयोः मध्ये कः भेदः अस्ति? समीचीनम्. अत्र एतदेव मुख्यवार्ता अस्ति. एतद् अवगच्छति चेत् तत्र इदानीं साक्षात् करपत्रात् पठेम. अपि च इतोपि किञ्चित् पुनस्मारणत्वेन अस्माभिः कर्तव्यमस्ति. तत् किम् इति चेत् तत्र विरोधः द्विविधविरोधः अस्माभिः पूर्वम् अस्माभिः अधीतं. मध्यघातकविरोधः अपि च सः अनवत्स्थानविरोधः इति अस्माभिः अधीतं किल. तत्र वध्यघातकविरोधः कयोः मध्ये भवति इति चेत् सर्पः अपि च नकुलः, स्नेक् अण्ड् मङ्गूस्, अनयोः मध्ये वध्यघातकविरोधः अस्ति किन्तु सः अनवत्स्थानविरोधः नास्ति. किमर्थम् इत्युक्ते यस्मिन् देशे सर्पः अस्ति तस्मिन्नेव देशे नकुलः अपि भवति. अपि च अनयोः मध्ये स्पर्धा जायते. विरोधः तु अस्ति किन्तु द्वयमपि एकस्मिन् देशे एव भवितुमर्हति. किन्तु इदानीं घटः घट अभावः इति स्वीकुर्मः. घटः अपि च घट अभावः अनयोः मध्ये कीदृशविरोधः अस्ति इति चेत् सः अनवत्स्थानविरोधः अस्ति. सः अनवत्स्थान नास्ति, सः अवस्थानविरोधः. सः अवस्थानविरोधः अस्ति इत्युक्ते एकस्मिन् देशे यस्मिन् देशे घटाभावः अस्ति तस्मिन्नेव देशे घटः न भवितुमर्हति. घटस्य आनयनेन तत्र घटाभावस्य नष्टः जायते किल. तर्हि तत्र घट अभावः घटस्य सहनं न करोति. यदा घटस्य आनयनं भवति तस्मिन् समये एव घटस्य अभावः अपि ततः अपगच्छति इति कृत्वा तत्र तादृशविरोधः अस्ति. तादृशविरोधस्य नाम एव प्रतियोगिता इति अस्माभिः अधीतम्. प्रतियोगी इत्युक्ते कः? यस्य अभावः तत् प्रतियोगी. घटः एव घटस्य घटाभावस्य प्रतियोगी भवति इति अस्माभिः अधीतम्. अपि च इदानीं घटः प्रतियोगी इति वदामश्चेत् प्रतियोगिनी प्रतियोगिता इति धर्मः वर्तते किल. प्रतियोगिनी प्रतियोगिता इति धर्मः वर्तते. इदानीं प्रतियोगी कः इति चेत् घटः. घटे प्रतियोगिता वर्तते. सा प्रतियोगिता केन अवच्छिन्ना भवति इति चेत् घटत्वेन अवच्छिन्ना भवति. घटनिष्ठघटत्वावच्छिन्नप्रतियोगिता इति अस्माभिः अधीतं पूर्वम्. एतत् सर्वम् अस्मिन् करपत्रे उपयुक्तं भवति इत्यतः तत्र किञ्चित् पठनस्य पूर्वम् अहं वदन्नस्मि. घटनिष्ठघटत्वावच्छिन्नप्रतियोगिता किमर्थं तादृशं वदामः इति चेत् प्रतियोगिता घटे वर्तते. इदानीं चित्रं मनसि स्थापयतु. घटः अधोभागे भवति, प्रतियोगिता उपरि भवति. प्रतियोगिता घटे वर्तते इति वदामः. घटनिष्ठप्रतियोगिता. इदानीं घटत्वं कुत्र वर्तते? घटे एव वर्तते. अपि च घटत्वं प्रतियोगिता अनयोः मध्ये एकमेव स्तरः अस्ति, समान अधिकरणम् अस्ति. किम् अधिकरणं? घटः एव अधिकरणम्. घटत्वस्य अधिकरणं घटः, पुनः प्रतियोगितायाः अधिकरणं घटः इति कृत्वा प्रतियोगिता अपि च घटत्वं समानस्तरे भवति इति कृत्वा सा प्रतियोगिता घटत्वेन अवच्छिन्ना भवति. घटनिष्ठघटत्वावच्छिन्नप्रतियोगिता निरूपित अनियोगिता आश्रयः अभावः इति भवति. तदनन्तरम् अभावनिष्ठस्वरूपसम्बन्धावच्छिन्न आधेयता निरूपित अधिकरणतावान् भूतलम्. घटः भूतले नास्ति इति सामान्यवार्ता अस्ति अत्र. घटाभावः भूतले अस्ति इत्युक्ते घटः भूतले नास्ति इति वदामश्चेत् तत्र कथं वदिष्यामः इति चेत्, घटनिष्ठघटत्वावच्छिन्नप्रतियोगितानिरूपित अनियोगिता आश्रय अभावनिष्ठस्वरूपसम्बन्धावच्छिन्नप्रतियोगितानिरूपित अनियोगिता आश्रयः भूतलम् इति एतत् सर्वम् अस्माभिः पूर्वमेव अधीतम्. अस्तु, तत्र यावत् आवश्यकं मया इदानीम् उक्तम्, इदानीं साक्षात् करपत्रं प्रति गच्छामः. अस्तु, बालसुब्रह्मण्यं महोदय, भवान् पठितुमिच्छति वा? करपत्रम् इतोपि न दृष्टवान्. अस्तु, तत्र संस्कृतव्याकरणम् इति वेब्सैट् अस्ति किल अस्माकं वेब्सैट्? न्यायशास्त्रम् इति वेब्सैट् अहं जानामि, संस्कृतव्याकरणं तत्र न्यायशास्त्रम् अस्ति किल? आमाम्. तत्र गत्वा तत्र पञ्चादशकरपत्रमस्ति, गुणस्य व्याप्या व्याप्य च वृत्तित्वं पञ्चादश अवच्छेदक अवच्छेदक इति करपत्रं उपरि लेफ्ट् सैड् उपरि एकः दृश्यते. सर्वे करपत्राणि प्राप्तम् अत्र, सर्वाणि करपत्राणि, गुणस्य व्याप्या व्याप्यं च वृत्तित्वं लब्धं वा? पञ्चादश फिफ्टीन् पञ्चादशानि महोदय, चाट् मध्ये प्रेषितमस्ति, चाट् मध्ये प्रेषितमस्ति अस्ति, तत् क्लिक् करोतु. किन्तु सः दूरवाण्यां योजितवान् अस्ति, तर्हि ओ एवं वा? अस्तु महोदय, चिन्ता नास्ति महोदय. अन्यः कोऽपि इदानीं ते पठन्ति, किन्तु भवान् कुत्र अस्ति इति न जाने. महोदय, तत्र उपरि यु आर् एल् अस्ति किल? भवान् कुत्र अस्ति इति अहं पश्यामि. सैट् डाट् गूगल् डाट् उपरि वेब्सैट् यु आर् एल् अस्ति किल, लिङ्क् लिङ्क् तत् किमिति पठतु एकवारम्. अहं गृहे नास्मि महोदय, ऐपेड् उपयुज्य एव अहं सर्वं यत्किमपि उपयोगं करोति चेदपि तत्र हैपर् लिङ्क् भवति किल सर्वेषाम् उपरि, सैट्स् डाट् गूगल् डाट् काम् स्लाश् सैट् स्लाश् संस्कृतव्याकरणम्. महोदय, हा महोदय, तत्र फिफ्टीन् गुणस्य व्याप्या व्याप्यत्वं च वृत्तित्वं तदेव तदेव सत्यं. आन् द दट् मेल् यु गाट् गुणस्य व्याप्य च वृत्तित्वं तदेव. No, गुणस्य दट् इस् करपत्रं फिफ्टीन् गुणस्य व्याप्तत्वं च वृत्तित्वं च. इफ् ऐ टच् दट् इट् शुड् टेक् मी देर् यु नो. आमामां भवान् शृणोतु महोदय. इट् इस् गोयिङ्ग् दर् दर् यु हव् गाट् दिस् गुणस्य व्याप्तत्वं च वृत्तित्वम् अस्ति. तदेव गुणस्य व्याप्या व्याप्यं च वृत्तित्वं वृत्तित्वम् अस्तु. तर्हि कृपया अन्यः अपि अहम् अन्वेषणं करोमि कृपया. अस्तु अस्तु अस्तु अस्तु अस्तु. तर्हि श्रीराममहोदय भवान् आरभ्यति वा? आं महोदय, पठामि. प्राचीनानां मतानुसारं रूपं सप्तविधं, तत्र सप्तसु अन्यतमं चित्रं. नव्यनैयायिकाः इदं सप्तं न मन्यन्ते. व्याप्यवृत्तित्वस्य तत्सम्बन्धशब्दानां च अर्थः. रूपं व्याप्यवृत्ति इति प्राचीनानां मतम्, अव्याप्यवृत्ति इति नवीनानां मतम्. यदा प्राचीनाः वदन्ति यत् रूपम् इति गुणः व्याप्यवृत्तिः, तदा तेषां कथनस्य आशयः एवं यत् यस्मिन् द्रव्ये रूपं तिष्ठति तद्द्रव्यं व्याप्यतिष्ठति. तद्रूपं तस्मिन् द्रव्ये सर्वत्र भवति इत्यर्थः. तस्य द्रव्यस्य एकस्मिन् एव भागे भवति इति न, अपि तु सर्वत्र एव. अपरेषु शब्देषु यस्मिन् द्रव्ये यत् रूपं तिष्ठति तद्द्रव्यं पूर्णतया आवृत्य तिष्ठति. तस्मिन् द्रव्ये पूर्णतया व्याप्तः भवति सः गुणः. तावत्पर्यन्तं महोदय. इदानीं प्राचीनानां मतानुसारं रूपं सप्तविधं, इदानीं नव्यनैयायिकानां मतं भिन्नम् अस्ति. चित्रं प्राचीनानां मतानुसारं तत्र सप्तविधं, तेषु अन्यतमं रूपम् अस्ति चित्रम् अथवा चित्रः इति वयं दृष्टवन्तः खलु. तदेव नव्यनैयायिकाः तु तादृशं न स्वीकुर्वन्ति. इदानीं शीर्षकमस्ति व्याप्यवृत्तित्वस्य तत्सम्बन्धशब्दानां च अर्थः. इदानीं व्याप्यवृत्ति इति यत् वयं पठामः तस्य अर्थम् अपि अत्र दीयते. रूपं व्याप्यवृत्तिः इति प्राचीनानां मतं. प्राचीनानां मतम् अस्ति रूपम् इत्युक्ते रूपं व्याप्यवृत्तिः अस्ति. अव्याप्यवृत्तिः इति नवीनानां मतम्. इदानीं नवीनानां मतं रूपम् अव्याप्यवृत्तिः अस्ति इति. तदेव इदानीं भेदः. प्राचीनानां व्याप्यवृत्तिः, नवीनानाम् अव्याप्यवृत्तिः. यदा प्राचीनाः वदन्ति यत् रूपम् इति गुणः व्याप्यवृत्तिः, तदा तेषां कथनस्य आशयः एवं यत् यस्मिन् द्रव्ये रूपं तिष्ठति तद्द्रव्यं व्याप्य तिष्ठति. इदानीं प्राचीनमतं किं व्याप्यवृत्तिः, तत् किम् इत्युक्ते यत् रूपं द्रव्ये तिष्ठति तद् द्रव्यं यस्मिन् द्रव्ये तिष्ठति तद् द्रव्यं व्याप्य तिष्ठति इति अर्थः. तद्रूपं तस्मिन् द्रव्ये सर्वत्र भवति इत्यर्थः. व्याप्य इत्युक्ते सर्वत्र भवति इत्यर्थः. तस्य द्रव्यस्य एकस्मिन् एव भागे भवति इति न, अपि तु सर्वत्र एव. एवं तदेव रूपं द्रव्यं स्वीकुर्मश्चेत् रूपं कुत्र वर्तते इति पृष्टे सति प्राचीनवैयाकरणाः वदन्ति रूपं सर्वत्र द्रव्ये व्याप्य तिष्ठति इति. अपरेषु शब्देषु यस्मिन् द्रव्ये यत् रूपं तिष्ठति तद् द्रव्यं पूर्णतया आवृत्य तिष्ठति. इदानीं भिन्नरीत्या वदामश्चेत् तद्द्रव्यं यस्मिन् द्रव्ये तत् रूपं तिष्ठति, यस्मिन् द्रव्ये तिष्ठति रूपं तद्द्रव्यं पूर्णतया आवृत्य इदानीं पूर्णतया रूपेण आवृत्य तिष्ठति द्रव्यं तस्मिन् द्रव्ये पूर्णतया व्याप्तः भवति सः गुणः इदानीं सारांशेन वदामश्चेत् रूपं प्राचीन मतानुसारं रूपं द्रव्ये व्याप्य तिष्ठति सर्वत्र तिष्ठति अथवा एवं वदामः द्रव्यम् आवृत्य तिष्ठति रूपम् इति अपि वक्तुं शक्यते अत्र बहु किमपि वक्तव्यम् इति किमपि नास्ति तत्र सर्वं सरलमेव मया उक्तं पूर्वमेव किल किञ्चित् उपोद्घातरूपेण व्याप्यवृत्ति इत्युक्ते सर्वत्र वर्तते व्याप्य इत्युक्ते सर्वत्र वर्तते सर्वत्र इत्युक्ते किम् आवृत्य तिष्ठति आवृत्य तर्हि द्रव्ये रूपं द्रव्ये पूर्णतया व्याप्तः भवति इति अर्थः अस्तु समीचीनम् अग्रे शिवराममहोदय पठति वा पठतु महोदय अधुना अधुना व्याप्यवृत्ति इति शब्दः कीदृशः इति बोध्यम् रूपं व्याप्यवृत्तिः गुणः इति वाक्यम् अवलोकयाम व्याप्यवृत्तिः विशेषणम् अस्ति त्रिषु लिङ्गेषु च भवति अत्र च पुंसि पुल्लिङ्गे हरिशब्दः इव व्याप्तवृत्तिः स्त्रीलिङ्गे मतिशब्दः इव व्याप्यवृत्तिः नपुंसकलिङ्गे वारीशब्द इव व्याप्यवृत्ति अतः व्याप्यवृत्तिः गुणः व्याप्यवृत्तिः सङ्ख्या व्याप्यवृत्तिरूपं ध्येयं यत् वृत्तिः शब्द नियतलिङ्गशब्दः स्त्रीलिङ्गः परन्तु व्याप्यवृत्ति इति समस्तपदम् तत्र वृत्ति इति शब्दः स्त्रीलिङ्गे अस्ति नित्य स्त्रीलिङ्गे अस्ति किन्तु व्याप्यवृत्तिः इति शब्दः समस्तपदं तत्र समस्तपदं वर्तते समस्तपदेन त्रिषु लिङ्गेषु रूपाणि भवन्ति समस्तपदं तत्र सम्बन्धः वर्तते न द्वयोः पदयोः समस्तपदम् इत्युक्ते समासः समस्तपदम् इत्युक्ते समस्तपदः तदेव समासः अस्ति तत्र एकार्थीभावसामर्थ्यमस्ति द्वयोः एकार्थीभावसामर्थ्यं तर्हि वृत्तिः इति शब्दः स्त्रीलिङ्गे अस्ति किन्तु व्याप्यवृत्ति इति समस्तपदं तत्र व्याप्य इति विशेषणं भवति तत्कारणेन तत्र व्याप्यवृत्ति इति शब्दस्य त्रिषु लिङ्गेषु व्याप्य इति विशेषणं न भवति व्याप्यवृत्तिविशेषणं भवति क्षम्यतां व्याप्यवृत्ति इति समस्त पूर्णसमस्तपदं विशेषणं भवति तस्य कस्य विशेषणं भवति इदानीं विशेष्यं किं विशेषं वाक्यं पश्यतु रूपं व्याप्यवृत्तिः गुणः इति व्याप्यवृत्तिः इति विशेषणं विशेष्यं गुणस्य न सत्यं हा सत्य गुणः इति पुल्लिङ्गपदस्य विशेषणमस्ति व्याप्यवृत्तिः तर्हि व्याप्यवृत्तिः इति पुल्लिङ्गशब्दः अस्ति पुल्लिङ्गशब्दः आमां व्याप्यवृत्तिः सङ्ख्या सङ्ख्या इति स्त्रीलिङ्गपदमस्ति तस्यापि व्याप्यवृत्तिः इति विशेषणं भवति आमां किन्तु व्याप्यवृत्ति रूपम् इत्यत्र व्याप्यवृत्ति इति रूपस्य लक्षणं भवति रूपमिति नपुंसकलिङ्गे अस्ति इत्यतः व्याप्यवृत्ति इति नपुंसकलिङ्गे रूपं भवति नपुंसकलिङ्गे भवति आम् अस्तु अतः व्यापवृत्तिगुणः पुल्लिङ्गि व्याप्यवृत्तिसङ्ख्या स्त्रीलिङ्गे प्रयोगः व्याप्यवृत्तिरूपम् इति नपुंसकलिङ्गि प्रयोगः तत्र भवति विशेषणत्वेन. अहमेव पठामि. हा, अग्रे एकत्वम् इति संख्या पुस्तकं व्याप्य तिष्ठति. अत्र प्रश्नः उदेति पुस्तके व्याप्य तिष्ठति उत पुस्तकं व्याप्य तिष्ठति, द्वयोः मध्ये किं स्यात्? वि उपसर्गपूर्वकः आप् धातुः लटि व्याप्नोति आवरणं करोति इत्यर्थः. अत्र व्याप्य तस्य लबन्तं रूपं, लपि कर्म गृह्यते अतः पुस्तकशब्दे कर्मपदत्वं, व्याप्य इति लबन्तेन अन्वयः, वायुः वृक्षं व्याप्य तिष्ठति तथा. व्याकरणभागः किञ्चित् अत्र एकत्वमिति संख्या पुस्तकं व्याप्य तिष्ठति न अवगतम्. एकत्वमिति संख्या पुस्तकं व्याप्य तिष्ठति. एकं पुस्तकं, हा, एकं पुस्तकं वयं वदामः चेत् तत्र एकत्वं या संख्या अस्ति तत्र सा पुस्तकं व्याप्य तिष्ठति. पुस्तके व्याप्य तिष्ठति उत पुस्तकं व्याप्य तिष्ठति, द्वयोः मध्ये किं स्यात्? वि उपसर्गपूर्वकम् आप् धातु लटि व्याप्नोति आवरणं करोति. अत्र व्याप्य तस्य लबन्तं रूपम्, आम्, लपि कर्म गृह्यते अतः पुस्तकशब्दे कर्मपदत्वं, व्याप्य इति लबन्तेन अन्वयः. तत्र पुस्तके व्याप्य तिष्ठति, पुस्तके इति सप्तमी प्रयोगः, किन्तु पुस्तकं व्याप्य तिष्ठति इति द्वितीयः प्रयोगः. पुस्तक यदि कर्म अस्ति चेत् तस्य द्वितीया विभक्तित्व भवति कर्मपदत्वं. पुस्तकशब्दे यदि कर्मपदत्वं तर्हि तत्र पुस्तकं व्याप्य तिष्ठति इति साधुप्रयोगः. इति भेदः वर्तते इति सर्वेषां मनसि सर्वदा भवेत्. अत्र किञ्चित् अहं वदामि. धन्यवादः महोदय. अत्र अत्र वाक्यं पश्यतु, एकत्वम् इति संख्या पुस्तकं व्याप्य तिष्ठति इति वाक्यम्. तत्र एकमेव पुस्तकमस्ति तर्हि संख्या इति गुणः इति अस्माकम् एकत्वभिः ज्ञायते. चतुर्विंशतिगुणेषु संख्या इति अपि एकः गुणः वर्तते. तर्हि एकत्वं तस्मिन् इदानीं संख्या का इति चेत् एकम् इति. एकम् इति संख्यायां कीदृशधर्मः वर्तते इति चेत् एकत्वम् इति धर्मः वर्तते. तद् एकत्वं पुस्तकस्य सर्वत्र वर्तते इत्युक्ते व्याप्य तिष्ठति. इदानीम् अत्र व्याप्य इति पदं कीदृशपदम् इति चेत् लबन्तपदमस्ति. लब् इति वयं जानीमः किल, तत्र तव्यं, यत्र यत्र तव्य पठनीयं, पठितव्यम्, इदानीं पठितव्यं, गन्तव्यं, गन्तव्यम् इति अस्ति. तर्हि गम् धातोः तत्र तव्यप्रयस्य तव्यप्रत्ययस्य योजनेन तत्र गन्तव्यम् इति रूपं भवति. किन्तु इदानीं यदा आ इति उपसर्गम् उपयोगं कुर्मः तत्र तर्हि आगन्तव्यम् इति न वक्तव्यम्. यत्र यत्र उपसर्गः भवति तत्र तव्य इति प्रत्ययस्य स्थाने यप् इति प्रत्ययः भवति. तर्हि आगत्य इति वक्तव्यं, गन्तव्यम् इति भवति. किन्तु आ उपसर्गपूर्वकगम् धातुः अस्ति चेत् तत्र आगत्य इति वक्तव्यम्. एवमेव अत्र कः धातुः व्याप्य इत्यस्मिन् पदे धातुः कः इति चेत् आप् इति धातुः. तर्हि आप् योगः तव्य इति वदामश्चेत् तत्र आप्तव्यम् इति भवति. आप्तव्यम् इत्युक्ते यत्र कुत्रापि तत्र इदानीमेव प्राप्तव्यम् इति भवति, तत्र प्रापणीयम् इति भवति. किन्तु इदानीम् आप्तव्यम्, इदानीम् आप् धातोः पूर्वं वि इति उपसर्गः योजयामश्चेत् तर्हि वि योगः आप् इति भवति. इदानीं तव्य इति पदम् इति प्रत्ययः न उपयोक्तव्यं, तस्मिन् स्थाने ल्यप् इति प्रत्ययः भवति. तर्हि वि योगः आप् योगः ल्यप् इति व्याप्य इति भवति. व्याप्य इति व्याप्य इति ल्यबन्तपदम् इति एकम्. अपि च ल्यबन्तपदं केन सह अन्वयति इति चेत् तत्र कर्मपदत्वेन एव तस्य अन्वयं भवति. इत्युक्ते पुस्तकं व्याप्य तिष्ठति इत्युक्ते व्याप्य इति पदस्य अन्वयः केन सह भवति इति चेत् पुस्तकम् इति कर्मपदमस्ति किल आब्जेक्ट् तस्य एव अन्वयः भवति. पुस्तकं व्याप्य तिष्ठति इति एव साधुप्रयोगः अस्ति. एवमेव वायुः वृक्षं व्याप्य तिष्ठति इत्युक्ते वायुः वृक्षे सर्वत्र भवति आवरणं करोति इति अर्थः. वायुः वृक्षं व्याप्य तिष्ठति इति किञ्चित् दत्तमस्ति. अस्तु समीचीनम्. इदानीं बालसुब्रह्मण्यः भवता प्राप्तं वा? वदतु महोदय. श्रीराममहोदय क्षम्यतां महोदय, अत्र अहं चिन्तितवान् इक्त्वा इति प्रत्ययस्य यदा प्रयोगं भवति तत्र उपसर्गः आगच्छति चेत् लयप् इति प्रयोगः भवति. आमां समीचीनं समीचीनं, क्षम्यतां सर्वे. आं समीचीनं, मया दोषेन उक्तं. तत्र भ्रमः भवति. किञ्चित् मया अपि भ्रमः जातः, क्षम्यतां. सत्यं तत्र आप्त्वा इदानीं त्वा इति प्रत्ययः, न तु तव्य त्वा. तदेव चिन्तयन्नस्मि, तत्र प्रापणीयं प्राप्तव्यम् इति अपि भवति. मया उक्तं किन्तु प्र इति उपसर्गः अस्ति, कथं वा प्राप्तव्यम् इति भवति इति अहं चिन्तयन् आसीत्. किन्तु मनसि तत्र तस्मिन् समये बोधः न जातः. अस्तु समीचीनं महोदय, महान् धन्यवादः. लप इति प्रत्ययः नास्ति, आदेशः अस्ति. त्वा इत्यस्य स्थाने लप इति आदेशः. सत्यं सत्यं सत्यं. विवरणं अहं जानामि महोदय. सरलरीत्या अहं जानामि तदेव. सत्यं सत्यं सत्यं. किञ्चित् किञ्चित् भ्रमः जातः मया मम. अस्तु सुगुणं महोदय, तत्र व्याख्यानं पुनर्भवति. हा वदामि, इदानीमेव वदिष्यामि. प्रत्ययम् इदानीमेव वदिष्यामि. अस्तु, क्त्वा इति प्रत्ययः भवति आप्त्वा, पठित्वा, गत्वा इति. एतादृश त्वा इति प्रत्ययः भवति सामान्यतया धातुः, तदनन्तरं त्वा इति प्रत्ययः भवति. त्वा इति प्रत्ययः कुत्र उपयुक्तम् उपयुज्यते इति चेत् तत्र एकः एव कर्ता अस्ति. बालः पठित्वा खादति. इदानीं कः पठनं करोति? बालः एव. कः खादनं करोति? बालः एव. समानकर्तुः भवेत्, समानकर्ता भवेत् इति एकम्. अपि च तत्र कर्मद्वयं क्रियाद्वयमस्ति, पठनक्रिया अपि अस्ति, खादनक्रिया अपि अस्ति. तर्हि पूर्वक्रियायाः त्वा इति प्रत्ययः भवितुमर्हति इति व्याकरणशास्त्रम्. बालः पठित्वा खादति. हा, इदानीं तत्र यदा धातोः पूर्वं यत्किमपि धातुः स्वीकृत्य तत्र धातोः पूर्वम् उपसर्गः भवति चेत् तत्र त्वा इति प्रत्ययस्य स्थाने ल्यप् इति प्रत्ययस्य आदेशः भवति. यदा शिवराममहोदयेन उक्तं तत्र आदेशः भवति, क्त्वा इत्यस्मिन् स्थाने ल्यप् इति प्रत्ययस्य आदेशः भवति. अहं विद्यालयं गत्वा पठामि इति भवति. विद्यालयं गत्वा पठामि, तत्र गत्वा इति भवति. गम् योगः त्वा, गत्वा इति भवति. मकारस्य लोपः भवति, गत्वा इति भवति. किन्तु इदानीं आ योगः गम्, तदनन्तरं क्त्वा इति प्रत्ययः न भवति, तत्र ल्यप् इति प्रत्ययः एव क्त्वा इत्यस्मिन् स्थाने आदिष्टः भवति. अहं गृहम् आगत्य खादामि, आगत्वा खादामि इति वदामश्चेत् दोषाय तत्. अहं गृहम् आगत्य खादामि इति वदामश्चेत् समीचीनं भवति. एतादृशम् अत्र व्याप्य इत्यस्मिन् पदे आप् इति धातुः, यदि आप् इति एव धातुः अस्ति चेत् तत्र त्वा प्रत्ययः योजयितुं शक्यते, आप् त्वा इति. किन्तु अत्र वि इति उपसर्गः अस्ति, वि योगः आप् इति स्थितौ तत्र ल्यप् आदिष्टः भवति क्त्वा इत्यस्मिन् स्थाने. तर्हि वि योगः आप् योगः ल्यप् व्याप्य इति भवति रूपं, सर्वं मिलित्वा तत्र सन्धिं कृत्वा व्याप्य इति भवति. तर्हि एकत्वम् इति सङ्ख्या पुस्तकं व्याप्य तिष्ठति इत्यस्मिन् वाक्ये व्याप्य इति पदं ल्यबन्तपदम् इति ल्यबन्तपदमस्ति इति एकम्. द्वितीयवार्ता अस्मिन् पङ्क्तौ किं दत्तमस्ति इति चेत् व्याप्य इति पदं केन सह अन्वेति इति चेत् पुस्तकम् इति कर्मपदमस्ति किल, अस्मिन् वाक्ये कर्मपदं किम्? एकत्वमिति सङ्ख्या पुस्तकं व्याप्य तिष्ठति, तत्र पुस्तकम् इति पदं कर्मपदमस्ति. तर्हि व्याप्य इति पदं पुस्तकम् इति कर्मपदत्वेन अन्वयः, तस्य अन्वयः भवति इति दत्तम्. अस्तु, तावदेव अत्र दत्तमस्ति. अग्रे इदानीं भरतसुब्रह्मण्यभट्टः परन्तु. परन्तु कपि संयोगः वृक्षे अव्याप्यवृत्तिः. अत्र वृक्षस्य अधिकरणकारकं न तु कर्मकारकं, यतोहि व्याप्यशब्दस्य अन्वयः कपि संयोगस्य वृत्तित्वेन न तु समासात् बहिः. ततः अग्रे सभि कपि संयोगस्य वृत्तित्वं कुत्र इति चेत् वृक्षे. समस्तपदं यदा कुर्मः तदानीं समस्तपदस्य यः समग्रः अर्थः सः कथं सम्बध्यते वाक्ये इति द्रष्टव्यम्. यथा अत्र अव्याप्यवृत्तिः इत्यस्य समग्रः यः अर्थः, स अर्थः वृक्षेण सह सम्बध्यते. केवलं व्याप्यपदस्य अन्वयः अपेक्षितः यदा तदा समस्तपदस्य अन्तर्गते एव चिन्तनीयम्. यथोक्तं तर्हि वृत्तित्वं वृक्षेण सह सम्बध्यते, यथोक्तं तर्हि वृत्तित्वं वृक्षेण सह सम्बध्यते, कपिसंयोगवृत्तित्वं वृक्षे भवति. व्याप्यशब्दस्य अन्वयः वृक्षेण नास्ति अपि तु वृत्तिशब्देन. न व्याप्य अव्याप्यः अव्याप्यवृत्तिः यस्य सः अव्याप्यवृत्तिः. बहुव्रीहिसमासः. ल्यबन्तं पदम् अव्ययम्, अव्ययानां च बहुव्रीहिसमासः भवति. यथा उच्चैः मुखं यस्य सः उच्चैर्मुखः, तर्हि आहत्य अव्याप्यवृत्ति इति पदे अव्याप्य इत्यस्य साक्षात् वृत्तित्व अन्वयः. किन्तु बहुव्रीहेः अन्यपदार्थप्राधान्यत्वात् पदस्य समग्रार्थः अन्वेति कपिसंयोगः इति गुणेन अधिकरणत्वात् वृक्षेण च कपिसंयोगः वृक्षे अव्याप्य इति. अव्याप्यवृत्तिः कपिसंयोगः वृक्षे अव्याप्यवृत्तिः. अव्याप्यवृत्तिः अत्र किमस्ति इति किञ्चित् प्रतिपादनं करोतु. कपिसंयोगः इति वृक्षे अव्याप्यवृत्तिः भिन्नः. रूपम् इति व्याप्य व्याप्यवृत्ति, अत्र कपि संयोगः इति कारणात् अव्याप्यम् अव्याप्यवृत्तिः. अत्र वृक्षस्य अधिकरणकारकं न तु कर्मक न तु कर्मकारकम् अधिकरणकारकं न तु कर्मकारकं यतोहि व्याप्यशब्दस्य अन्वयः कपिसंयोगस्य वृत्तित्वेन. जातिलिङ्गमस्ति अत्र वदतु महोदय. अस्तु अत्र किञ्चित् जाटिल्यमस्ति अत्र. यदा अहं वदिष्यामि तर्हि सर्वेषां बोधः जायत्येव, किन्तु अहमेव किञ्चित् वदिष्यामि महोदय. धन्यवादः. अस्तु अत्र पश्यतु, इदानीं वाक्यम् अस्माकं पुरतः किमस्ति, कपिसंयोगः वृक्षे अव्याप्यवृत्तिः. पूर्वस्मिन् पङ्क्तौ वाक्यं किमासीत्, एकत्वमिति सङ्ख्या पुस्तकं व्याप्य तिष्ठति इति वाक्यमासीत्. तत्र व्याप्य इति पदं ल्यबन्तपदम्, अपि च तत्र समस्तपदं नास्ति. व्याप्य इति समस्तपदं नास्ति. तर्हि व्याप्य इति पदं कर्मपदत्वेन तस्य अन्वयः, पुस्तकम् इति कर्मपदत्वेन तस्य अन्वयः भवति. अस्तु, इदानीम् अत्र किमस्ति, कपिसंयोगः वृक्षे अव्याप्यवृत्तिः इति वाक्यम्. वाक्यस्य अर्थः वयं जानीमः किम् इति चेत्, वृक्षस्य एकस्मिन् भागे एव कपिसंयोगस्य कपेः संयोगः वर्तते, सर्वत्र नास्ति इति अर्थः. किन्तु इदानीम् अस्मिन् वाक्ये अव्याप्यवृत्तिः इति पदस्य कथं वा अवगन्तव्यं, तत्र व्याकरणदृष्ट्या कथं वा अवगन्तव्यम् इति अत्र दत्तमस्ति. तर्हि अत्र पश्येम, कपिसंयोगः वृक्षे अव्याप्यवृत्तिः इति वाक्यमस्ति. अत्र अव्याप्यवृत्तिः इति समस्तपदमस्ति, न तु एकमेव पदं. तत्र व्याप्य, पूर्वस्मिन् वाक्ये व्याप्यतिष्ठति इत्यत्र व्याप्य इति एकमेव पदमस्ति, किन्तु अत्र अव्याप्यवृत्तिः इति समस्तपदमस्ति. अस्तु, अस्मिन् समस्तपदे अपि व्याप्य इति पदं दृश्यते, किन्तु इदानीं यद् अव्याप्यवृत्तिः इति समस्तपदे तत्र व्याप्य इति पदं दृश्यते, तद् व्याप्य इति पदं केन सह अन्वयति इति चेत्, तत्र कपिसंयोगस्य वृत्तित्वेन समस्यते, न तु समासाद् बहिः. इत्युक्ते तत्र व्याप्य इति पदस्य समासाद् बहिः अन्यत् किमपि पदस्य तस्य अन्वयः नास्ति, किन्तु तत्र समस्तपदत्वेन एव स्वीकर्तव्यं भवति. अस्तु, इतोपि अधिकं पश्यामः अत्र. इदानीम् अव्याप्यवृत्तिः इति कीदृशपदं, प्रथमं तु समस्तपदमस्ति. अस्मिन् पदे किं किम् अस्ति, न व्याप्यः अव्याप्यः इति नञ्समासः वर्तते, न व्याप्य अव्याप्य इति भवति. अव्याप्यवृत्तिः यस्य सः अव्याप्यवृत्तिः इति बहुव्रीहिसमासः, तत्र समस्तसमासपदानां प्रभेदाः वर्तन्ते. तत्पुरुषसमासः, द्वन्द्वसमासः, अव्ययीभावसमासः, अपि च बहुव्रीहिसमासः इति तत्र समस्तपदानां प्रभेदाः वर्तन्ते. बहुव्रीहिसमासः इति एकविधसमासः अस्ति, अस्य समासस्य अन्यतमः अस्ति. महोदय, अस्य समास हा महोदय, तत्र अव्याप्यवृत्ति नव्याप्यवृत्तिमिति नञ्ज तत्पुरुषसमासः नास्ति वा? सत्यं, नञ्ज तत्पुरुषसमासः एव. न व्याप्य अव्याप्य इति तत्र नञ्ज तत्पुरुषसमासः, नञ् तत्पुरुषसमासः एव. किन्तु इदानीम् अव्याप्य इति एव पदं नास्ति, अव्याप्यवृत्तिः इति अस्ति. आहत्य अत्र पदत्रयं वर्तते, न योगः व्याप्य योगः वृत्तिः इति पदद्वयं पदत्रयं वर्तते. न योगः व्याप्य, अनयोः मध्ये नञ् तत्पुरुषसमासः अस्ति, तर्हि अव्याप्य इति नूतनसमस्तपदं लभ्यते. इदानीम् अव्याप्य योगः वृत्तिः इति पुनः नूतनसमस्तसमासः अस्ति, तर्हि अनयोः पदयोः योजनेन अव्याप्य वृत्तिः इति नूतनसमस्तपदं सिद्ध्यति. तत् समस्तपदं कीदृशम् इति चेत् बहुव्रीहिसमासः अस्ति. बहुव्रीहिसमासेः तत्र विशेष्यः कः इति चेत् अन्यपदप्रधानः अस्ति. उदाहरणार्थं चक्रपाणिः इति पदं स्वीकुर्मः. चक्रपाणिः कः इति चेत् विष्णुः इति वयं जानीमः. चक्रं पाणौ यस्य सः इति, सः कः? विष्णुः. तर्हि चक्रपाणिः, चक्रपाणिः इति पदेन, समस्तपदेन कः बोध्यः इति चेत् विष्णुः इति अन्यः एव बोध्यः. तत्र चक्रमपि न बोध्यमस्ति, पाणिः अपि न बोध्यमस्ति, किन्तु चक्रात् तत्र पाणेः भिन्नः यः अस्ति विष्णुः, सः एव बोध्यमस्ति चक्रपाणिः इति पदेन, समस्तपदेन. तर्हि चक्रपाणिः इति समस्तपदम् अन्यपदप्रधानम् अस्ति. एवमेव अव्याप्यवृत्तिः इति बहुव्रीहिसमासः. तर्हि अव्याप्यवृत्तिः इति पदेन किं बोध्यम् इति चेत् कपि संयोगः एव बोध्यः अस्ति. यथा चक्रपाणिः इति पदेन विष्णुः बोध्यमस्ति, तदा अव्याप्यवृत्तिः इति पदेन कपि संयोगः एव सूचितः वर्तते. चक्रपाणिः विष्णुः देवालये अस्ति इति यदा वदामः, तदा कपिसंयोगः अव्याप्यवृत्तिः, अव्याप्यवृत्तिः कपिसंयोगः वृक्षे अस्ति. पुनः वदामि, चक्रपाणिः विष्णुः देवालये अस्ति. अत्र चक्रपाणिः इति विष्णोः विशेषणं भवति. चक्रपाणिः इत्युक्ते कः? विष्णुः एव. तर्हि चक्रपाणिः विष्णुः देवालये अस्ति इति यदा वदामः, तदा अत्रापि अव्याप्यवृत्तिः कपिसंयोगः वृक्षे अस्ति. तर्हि अव्याप्यवृत्तिः इति विशेषणम् अस्ति कस्य? कपिसंयोगः इति विशेष्यस्य अव्याप्यवृत्तिः इति विशेषणं भवति. अव्याप्यवृत्तिः इति बहुभिः समस्तपदेन किं बोध्यम् इति चेत् कपिसंयोगः एव बोध्यमस्ति. सः कपिसंयोगः कुत्र वर्तते? वृक्षे वर्तते. वृक्षः अधिकरणं भवति कस्य? कपिसंयोगस्य. तर्हि कपिसंयोगः आदेयः भवति, वृक्षः अधिकरणं भवति, अव्याप्यवृत्तिः इति कपिसंयोगस्य विशेषणं भवति. तस्मिन् विद्यमान व्याप्य तत्र अव्याप्यवृत्तिः इति, तत्र अव्याप्यवृत्तिः इति समस्तपदे व्याप्य इति यत् पदमस्ति, तत् पदं तत्र समासात् बहिः न तस्य अन्वयः भवति. किन्तु व्याप्य इति स्वतन्त्रेण तस्य तत् पदम् उपयुज्मश्चेत्, तत्र एकत्वम् इति सङ्ख्या पुस्तकं व्याप्य तिष्ठति इत्यस्मिन् वाक्ये व्याप्य इति पदं स्वतन्त्रेण तिष्ठति, न तु समस्तपदेन. तर्हि व्याप्य इति पदं स्वतन्त्रेण यत्र कुत्रापि तिष्ठति चेत् तत् पदं कर्मपदत्वेन तस्य अन्वयः भवति. पुस्तकम् इति कर्मपदमस्ति, तेन सह अन्वयः भवति व्याप्य इति पदं. किन्तु कपिसंयोगः वृक्षे अव्याप्यवृत्तिः इत्यस्मिन् वाक्ये व्याप्य इति पदम् अस्ति, किन्तु स्वतन्त्रेण नास्ति. तत्र समस्तपदस्य मध्ये, समासपदस्य मध्ये अस्ति, तर्हि समासात् बहिः न भवति. व्याप्य इति पदं केन सह अन्वयति इति चेत् वृत्ति इति पदेनैव सत्य तस्य अन्वयः भवति। तर्हि अध्याप्यवृत्तिः इत्युक्ते किं? कपितयोगः। सः कपितयोगः कुत्र वर्तते? वृक्षे वर्तते इति अस्य वाक्यस्य अर्थः अस्ति। अस्तु, समीचीनं। तर्हि अग्रे विजया भगिनी, विजया भगिनी पठति वा? हा, प्रश्नः अस्ति वा कस्यापि? प्रश्नः महोदय, धन्यवादः। अस्तु, समीचीनं। हा, विजया भगिनी पठति वा? किन्तु आम् आं महोदय, किं किन्तु श्रूयते वा महोदय? हा, समीचीनतया। किन्तु कपिसंयोगः वृक्षम् अव्याप्य तिष्ठति, कपिसंयोगः वृक्षम् अव्याप्य तिष्ठति। अत्र अव्याप्य इति ल्यभन्तं पदं कर्मपदं गृह्णाति। कर्ता कपिसंयोगः, वृक्ष च कर्मपदम्। कपिसंयोगः वृक्षं न व्याप्नोति इति वाक्यस्य अर्थः। किन्तु कपिसंयोगः, कपिसंयोगः वृक्षे तिष्ठति, वृक्षे तिष्ठति नास्ति, वृक्षम् अव्याप्य तिष्ठति। वृक्षम् अव्याप्य तिष्ठति कपिसंयोगः। इदानीं भवान् उक्तवती किल, उक्तवान् किल कपिसंयोगः इति अव्याप्यवृत्तिः इत्युक्ते कपिसंयोगः इति? न, अत्र अत्र आम् अत्र अव्याप्यवृत्तिः इति अस्मिन् वाक्ये नास्ति किल, केवलम् अव्याप्य इति एव अस्ति। ओ, अव्याप्यवृत्तिः नास्ति। वृक्षम् अव्याप्य कपिसंयोगः कर्तृपदं, वृक्षं कर्मपदम्, अव्याप्य तिष्ठति लबन्धपदम्। अत्र अव्याप्य इति लबन्धपदं, कर्मपदं गृह्णाति इत्युक्ते कर्मपदत्वेन कर्मपदं, कर्मपदम् अत्र वृक्षम् इति वा? सत्यं, द्वितीयविभक्तौ वृक्षम् इति अस्ति किल। कर्म कपिसंयोगः कर्तृपदं, वृक्षं कर्मपदम्, अव्याप्य लभन्तं। कर्ता कपिसंयोगः वृक्षस्य कर्मपदम्। कपिसंयोगः वृक्षं न व्याप्नोति इति वाक्यस्य अर्थः। कपिसंयोगः वृक्षम् अव्याप्य तिष्ठति, परन्तु अत्र कपिसंयोगः वृक्षं न व्याप्नोति इति अर्थम् इति दत्तम्। अस्य वाक्यस्य अर्थः कः इति चेत्, कपिसंयोगः वृक्षं न व्याप्नोति इति अर्थः। किमर्थं वृक्षम् अव्याप्य तिष्ठति इति दत्तं किल? कपिसंयोगः वृक्षम् अव्याप्य इत्युक्ते व्याप्य तिष्ठति इति न वा? व्याप्य न तिष्ठति। ओ, आ इति उपसर्गात्, आ इति उपसर्गः नास्ति, आ न इति लबन्धं किल, व्याप्य लबन्धं, सारि एव, आ इति उपसर्गः नास्ति, न व्याप्य तिष्ठति, तत्र न व्याप्य इति नञ् तत्पुरुषसमासं कृत्वा अव्याप्य इति भवति। अत एव कपिसंयोगः वृक्षं न व्याप्नोति इति वाक्यस्य अर्थं भवति। सत्यं सत्यम्, अवगच्छति किल? अग्रे अवगच्छामि, एकनिमिषं, तस्मात् पूर्वं किञ्चित् वदिष्यामि। तत्र वायुः वृक्षं व्याप्य तिष्ठति इत्युक्ते तत्र वायुः वृक्षस्य वृक्षे सर्वत्र भवति इति अर्थः। कपिसंयोगः वृक्षम् अव्याप्य तिष्ठति इत्युक्ते कपिसंयोगः वृक्षे एकस्मिन् भागे एव अस्ति इति अर्थः। समीचीनम्. अग्रे पठतु भगिनि. ध्येयं यत् ध्येयं यत् अत्र व्याप्य इति ल्यबन्धपदं, किन्तु व्याप्यः व्याप्या व्याप्यम् इति कर्मण्यर्थकं विशेषणं ण्यत् प्रत्ययान्तम्. अतः व्याप्य इति ल्यबन्तात् व्याप्यः इति ण्यदन्तं च पूर्णतया भिन्नम्. पेयं खाद्यं कार्यं वाक्यं व्याप्यम् इति मानि पदानि ण्यत् प्रत्ययान्तानि. व्याप्यः इत्यस्य विपरीतार्थकं पदं णुल् प्रत्ययान्तं व्यापकं. यः व्याप्नोति सः व्यापकः, यं व्याप्नोति सः व्याप्यः. किन्तु अत्र कपिसंयोगः वृक्षम् अव्याप्य तिष्ठति इति वाक्ये अव्याप्य इति ल्यबन्तं पदम्. अन्यच्च अन्यच्च व्याप्य इति यथा तथैव आवृत्य अपि. लटी आवृणोति अर्थः स एव समानः, आवरणं करोति इति आवृणोति. यत् ध्येयं यत् अत्र व्याप्य इति लभन्तपदं पूर्वस्मिन् भागे इति दृष्टं, किन्तु व्याप्यः व्याप्या व्याप्यम् इति कर्मणि अर्थकं विशेषण विशेषणरूपे विशेषणरूपेण आगच्छति चेत् व्याप्यः व्याप्या व्याप्यम् इति विशेष्यम् अनुसृत्य गच्छति इति वा. अपि च अत्र प्रत्ययः कः? ण्यत् इति सूचयति. ण्यत् इत्युक्ते य इति केवलं य इति योजनीयं तत्र य इति एव अवतिष्ठति ऋहळोर्ण्यत् इति सूत्रेण. इदानीं तत्र धातुः धातुः हलन्तः अस्ति चेत् आप् इति धातुः किल, धातुः हलन्त हलन्तः अस्ति चेत् तत्र ण्यत् इति प्रत्ययः भवति. तर्हि तत्र रूपं समानम् इव दृश्यति. तत्र व्याप्यः व्याप्या व्याप्यम् इति ण्यन्तप्रत्ययान्तपदम् अस्ति, किन्तु व्याप्य इति ल्यबन्तपदमस्ति. आम् लबन्तपदमपि अस्ति. आम् महोदय, व्याप्यः अपि इति नास्ति, भिन्नभिन्नपदमस्ति. व्याप्य इति ल्यबन्तपदं, किन्तु व्याप्य व्याप्या व्याप्यम् इति ण्यन्तपदम्. आम् आम् व्याप्य भिन्नं, व्याप्यः व्याप्या व्याप्यम् इति. आम् महोदय. अतः व्याप्य इति ल्यबन्धात् व्याप्यः इति ण्यदन्तं च पूर्णतया भिन्नम्. अधुना भवान् उक्तं किल, पेयं खाद्यं कार्यं वाक्यं व्याप्यम् इति एतानि पदानि ण्यन्तप्रत्यये ण्यन्तपदानि इत्यस्य विपरि पदानि ण्यत् प्रत्ययान्तानि. व्याप्यः इत्यस्य विपरीत अर्थकं पदं णुल् प्रत्ययान्तं व्यापकं. व्याप्यः इत्यस्य व्यापकम् इति व्याप्यः इति पदस्य विपरीतपदं वा? हा, इत्युक्ते तदेव अत्र दत्तमस्ति किल, यः व्याप्नोति सः व्यापकः, यं व्याप्नोति सः व्याप्यः. यः व्याप्नोति सः अत्र वायुः वृक्षं व्याप्य इति उदाहरणे वायुः व्यापकः. समीचीनं, वृक्षः व्याप्यः. सत्यं, तदेव समीचीनं. ओके, अवगतं. किन्तु अत्र कपिसंयोगः वृक्षम् अव्याप्य तिष्ठति इति वाक्ये अव्याप्य इति ल्यबन्धं पदम् आम् अन्यच्च व्याप्य इति यथा तथैव आवृत्य अपि आवृत्य इति पदं व्याप्य इति पदं आवरणं करोति व्याप्य आम् लटि आवृणोति अर्थः स एव समानः आवरणं करोति इति आवृणोति तर्हि अत्र धन्यवादः भगिनि. अस्तु, एतावत्पर्यन्तम् अस्माभिः किं किम् अधीतम्? अत्र शीर्षकं किमासीत्? व्याप्यम् इत्युक्ते तत्सम्बन्धानां च सम्बन्धशब्दानाम् अर्थः इति. तर्हि व्याप्य इति लबन्धपदमस्ति, अव्याप्य इति अपि लबन्धपदमस्ति. एतयोः पदयोः तत्र कर्मपदत्वेन एव अन्वयः भवति इति अधीतं. किन्तु इदानीं व्याप्य इति पदं यत्र अव्याप्यवृत्तिः इति तत्र समस्तपदत्वेन दृश्यते, तर्हि तत्र व्याप्य इति पदस्य कर्मपदेन सह अन्वयः न भवति. किन्तु अव्याप्यवृत्तिः इति पदे तत्र वृत्तित्वेन एव व्याप्य इति पदस्य अन्वयः भवति. अपि च अव्याप्यवृत्तिः इति बहुव्रीहिसमासः, अन्यपदप्रधानः इति अस्माभिः अधीतम्. अन्तिमं तु तत्र व्याप्यः, व्याप्या, व्याप्यम् इति पदानि न तु लबन्तानि किन्तु ण्यन्तानि इति अस्मि इत्यपि अस्माभिः अधीतम्. अपि च व्यापकः इत्युक्ते यः व्याप्नोति सः व्यापकः, यं व्याप्नोति सः व्याप्यः. यथा विधिभगिन्या समीचीनतया उक्तं, वायुः वृक्षं व्याप्य तिष्ठति इत्यस्मिन् वाक्ये व्यापकः कः इति चेत् वायुः, व्याप्यः कः इति चेत् वृक्षः. वायुः व्यापकः, वृक्षः व्याप्यः. अत्र व्याप्यः इति विसर्गेण यत् श्रूयते तद् ल्यबन्तपदं नास्ति किन्तु ण्यन्तपदम्. ल्यबन्तपदं तु अन्व अव्ययः अस्ति. तर्हि एकमेव लिङ्गं, तत्र रूपम् एकमेव भवति, व्याप्य इति एकमेव भवति. किन्तु व्याप्य इति प्रातिपदिकं ण्यन्त ण्यत् इति प्रत्ययस्य योजनेन यत् प्रातिपदिकं लभ्यते तत् त्रिषु लिङ्गेषु भवति. व्याप्यः इति पुल्लिङ्गे, व्याप्य इति स्त्रीलिङ्गे, व्याप्यम् इति नपुंसकलिङ्गे भवति. समीचीनम्. अस्तु, इदानीं मुरळीमहोदय अग्रे पठति वा व्याप्यवृत्तित्वशब्दस्य व्यवहारः इति? आं महोदय. व्याप्यवृत्तित्वशब्दस्य व्यवहारः व्याकरणदृष्ट्या परिशीलितम्. अधुना व्याप्यवृत्तिः इत्यस्य कीदृशव्यवहारः इति पश्येम. यथा एकं पुस्तकं वर्तते, तस्मिन् एकत्वम् इति सङ्ख्या अस्ति. एकत्वम् इति सङ्ख्या व्यावृत्तिः गुणाः, व्याप्यवृत्तिगुणाः, व्याप्यवृत्तिः गुणाः. आम् महोदय, व्याप्तवृत्तिः गुणाः. अतः व्याप्य, महोदय पुनः पठतु, व्याप्यवृत्तिः गुणः. आं धन्यवादः, क्षम्यतां महोदय. व्याप्यवृत्तिः गुणाः, गुणः अतः गुणः गुणः अतः एकत्वसङ्ख्या पुस्तकं व्याप्य तिष्ठति, किन्तु संयोगः न. तथा संयोगः इति कश्चन गुणाः, स च अव्याप्यवृत्तिः. इत्युक्ते संयोगः इति गुणः यस्मिन् द्रव्ये भवति तद्द्रव्यं व्याप्यः व्याप्य न तिष्ठति. इति गुणः यस्मिन् द्रव्ये भवति तत् द्रव्यं व्याप्यः न तिष्ठति. यथा इदानीं कस्यचित् हस्तस्य भित्या संयोगः अस्ति इति चिन्तयतु. हस्ते वा विधौ वा सः संयोगः सर्वात्मना सर्वत्र न भवति. हस्तः भित्ते एकस्मिन् देशे संयुक्तः. हस्तस्य भित्ते एकदेशसंयोगः. अतः अयं संयोगः इति गुणा अव्याप्यवृत्तिः. हस्तः पित्थौ पूर्णतया पित्तिं व्याप्य न तिष्ठति इति वस्तुस्थितिः. अस्तु, अहं किञ्चित् सहायं करोमि भवतः. भवान् अहं प्रश्नं पृच्छामि, भवान् उत्तरं वदतु. ओके. एकत्वसङ्ख्या पुस्तकं व्याप्य तिष्ठति इति वाक्यं स्वीकुर्मः. एकत्वसङ्ख्या पुस्तकं व्याप्य तिष्ठति. अस्मिन् वाक्ये व्याप्य इति पदं कीदृशपदमस्ति? ल्यबन्तपदं वा नो चेत् ज्ञन्तपदं वा? व्याप्त इति लबन्तपदम्. व्याप्त इति न वदतु, व्याप्य इति वदतु. व्याप्य व्याप्य हा ल्यबन्तपदं, समीचीनं. व्याप्य इति पदं तत्र केन सह अन्वयति? एकत्वसङ्ख्या पुस्तकं व्याप्य तिष्ठति इत्यस्मिन् वाक्ये व्याप्य इति पदं केन पदेन सह अन्वयति? पुस्तकम् इति पदेन. समीचीनं, पुस्तकम् इति पदेन. पुस्तकम् इति कर्मपदमस्ति, तेन सह व्याप्य इति पदस्य अन्वयः भवति. आम्, समीचीनं. तर्हि इदानीं सङ्ख्या इति कीदृशपदार्थः? सप्तपदार्थाः सन्ति किल? गुणः. समीचीनं, सङ्ख्या इति गुण इति गुणः. एकत्वसङ्ख्या इति गुणः पुस्तकं व्याप्य तिष्ठति इति अस्ति. समीचीनं, तर्हि इदानीम् एत अस्य वाक्यस्य बोधः सर्वेषाम् अभवत् इति अहं चिन्तयामि. एकत्वसङ्ख्या पुस्तकं व्याप्य तिष्ठति. तर्हि अत्र महोदय व्यापकः कः अस्मिन् वाक्ये? एकत्वसङ्ख्या पुस्तकं व्याप्य तिष्ठति इत्यस्मिन् वाक्ये व्यापकः कः? एकस्मिन् व्यापकः पुस्तकं नास्ति. सङ्ख्या एकत्वसङ्ख्या भवान् वदति. आं महोदय, एकत्वसङ्ख्या एव व्यापकः भवति. आम् आं महोदय. अपि च पश्यन्तु सर्वे, व्यापकः सर्वदा प्रथमाविभक्तौ भवति, व्याप्यं यदस्ति तद्द्वितीयविभक्तौ भवति. एकत्वसङ्ख्या पुस्तकं व्याप्य तिष्ठति इत्यस्मिन् वाक्ये एकत्वसङ्ख्या एव व्यापकः. व्याप्यः कः महोदय? व्याप्यं किं महोदय? मुरळीमहोदय, व्याप्यं पुस्तकं. समीचीनम्, अस्तु. इदानीं द्वितीयवाक्यं स्वीकुर्मः. किमिति? एकं प्रथमाविभक्ति चेत् व्याप्यः, द्वितीयाविभक्ति चेत् व्यापकः. समीचीनतया वदतु, पुनः दोषेन वदति. प्रथमाविभक्तौ अस्ति चेत् कः? सः व्यापकः. व्यापकः, व्याप्यः नास्ति, व्यापकः. व्यापकः प्रथमाविभक्ति चेत्, द्वितीयाविभक्ति चेत् व्याप्यं. हा, समीचीनम्. अस्तु, इदानीं द्वितीयवाक्यं स्वीकुर्मः. आं महोदय, द्वितीयवाक्यम् अत्र संयोगः. एकदिशमि अपदिशम्. एकत्वसङ्ख्या पुस्तकं व्याप्य तिष्ठति. तत्र किन्तु संयोगः, एकनिमिषं, संयोगः हस्ते अव्याप्य तिष्ठति. आं महोदय, इति वाक्यं स्वीकुर्मः. संयोगः हस्ते अव्याप्य तिष्ठति इति वाक्यं स्वीकुर्मः. अत्र व्यापकः कः? पुनर्वदतु महोदय वाक्यं. वाक्यं संयोगः हस्ते अव्याप्य तिष्ठति. अव्याप्य तिष्ठति. आं महोदय, अत्र वाक्ये व्यापकः कः? संयोगः व्यापकः. समीचीनं, संयोगः व्यापकः. अस्मिन् वाक्ये पश्यतु, संयोगः हस्ते अव्याप्य तिष्ठति. हस्तम् अव्याप्य तिष्ठति इति मया न उक्तम्. आम्, हस्ते इति सप्तमीविभक्तिः अस्ति. हा, सप्तमीविभक्त्यामस्ति इति कृत्वा अत्र हस्तम् अव्याप्य तिष्ठति इति न वक्तुं शक्यते. किमर्थम् इत्युक्ते तत्र सर्वत्र नास्ति किल संयोगः, एकस्मिन् भागे एव. हस्तं तु बृहत् अस्ति, तत्र एकस्मिन् भागे एव संयोगः वर्तते इति कृत्वा इदानीम् अव्याप्य इति पदं प्रयुज्मश्चेत् तत्र अधिकरणमेव सूचनीयं भवति, न तु कर्मपदम् इति बोधः. संयोगः हस्ते अव्याप्य तिष्ठति, न तु हस्तम् अव्याप्य तिष्ठति. आं महोदय, हा, इति भेदः वर्तते इति एतत् अवगच्छति चेत् इदानीं व्याप्यवृत्तिः अव्याप्यवृत्तिः इति अस्ति इत्यनयोः भेदः अवगतमेव. भवति प्लीस् भवति, संयोगः हस्ते अव्याप्य तिष्ठति, अत्र दोषः अस्ति किल? किन्तु कः दोषः? कदा हस्ते हस्ते सर्वत्र न संयोगः वर्तते इति चेत् अव्याप्य इति न वदनीयं वा? अव्याप्य इति वक्तुं शक्यते. आय् अत्र नञ्च तत्पुरुषं व्याप्य दोषः नास्ति किल? किन्तु व्याप्यं न व्याप्यं न दृश्यते. कथं लेखनीयं किम् अत्र? यथा मया उक्तं संयोगः हस्ते अव्याप्य तिष्ठति. आम्, परिवर्तनं कर्तुं तत्र संयोगः हस्तम् अव्याप्य तिष्ठति इति वदामश्चेत् तद्दोषाय भवति. महोदय, हस्तस्य किञ्चित् भागे अव्याप्य तिष्ठति इति चेत् सत्यं, तदेव अर्थः, हस्ते अव्याप्य तिष्ठति. इदानीं हस्तं अधिकरणं भवति, न तु कर्म इति भेदः वर्तते. अस्तु, समीचीनम्, अस्तु, समीचीनं, धन्यवादः. प्रश्नः अस्ति वा कति अपि? अस्तु, श्रीराम महोदय अग्रे पठतु महोदय. आं महोदय, अधुना रूपं कीदृशं? रूपं व्याप्यवृत्तिः गुणः वा अव्याप्यवृत्तिः गुणः वा इति वार्ता. यथा कश्चन पटः अस्ति चेत् तस्मिन् पटे यत्किमपि रूपं स्यात्, सम्पूर्णं तं पटम् आवृत्य व्याप्य तिष्ठति इति चिन्तयन्तु. एवं सति तस्मिन् पटे किञ्चित् श्वेतरूपम् अस्ति चेत् किञ्चित् रक्तवर्णं किञ्चित् रक्तरूपं किञ्चित् नीलरूपम् अस्ति चेत् तदानीं पटे वस्तुतः रूपं किम् इति प्रश्ने जाते शुक्लरूपम् अथवा नीलरूपम् अथवा श्वेत रक्तरूपं रूपम् इति न वक्तव्यं. यतोहि पटे शुक्लरूपम् अस्ति इति वदामश्चेत् शुक्लरूपं पटस्य एकदेशे भवति प्रतिदिनं बालसुब्रह्मण्यमहोदय एकनिमिषं मुरलीमहोदयस्य पठनमस्ति अस्तु भवतु पठतु महोदय इदानीं मिट् मध्ये स्थापितवान् शुक्लरूपं पटस्य एकदेशे भवति सर्वत्र न भवति पटस्य अपरस्मिन् भागे नीलरूपं भवति अतः श्वेतरूपं पटं व्याप्य न तिष्ठति किन्तु प्राचीनानां मतानुसारं रूपं व्याप्यवृत्तिः गुणः इदानीं पटे श्वेतरूपम् एव अस्ति इति वक्तुं न शक्नुमः यतोहि श्वेतरूपम् एकत्रैव भवति एकत्र विद्यमानं रूपं तस्य पटस्य रूपम् इति वक्तुं न शक्यते रूपस्य व्याप्यवृत्तित्वात् तर्हि अन्यत् किमपि नूतनरूपं वक्तव्यं भवति प्राचीनैः चित्ररूपम् इत्यस्य स्वीकारः कृतः चित्ररूपम् इत्युक्तौ अनेकानां रूपाणां मिश्रीकरणम् अतः पटे चित्ररूपम् अस्ति इति उच्यते तच्च चित्रम् एकम् एव इदानीं चित्ररूपस्य निरूपणम् अस्तु महोदय क्षम्यतां तत्र अष्टवादने साक्षात् मया बहिः गन्तव्यम् अन्यत्र इति कृत्वा अत्र स्थगयामः किन्तु यद्भवता पठितं तत्र सरलमेव सर्वैः तत्र पुनः अग्रिमवर्गे अत्र आरभ्य पठेम अत्र किमस्ति इति चेत् तत्र एकः पटः अस्ति तस्मिन् बहवः वर्णाः सन्ति इति तत्र इदानीं तत्र प्राचीनानां मतानुसारं प्राचीननैयायिकानां मतानुसारं तत्र ते किं वदन्ति इति चेत् रूपम् इति गुणः व्याप्यरूपस्य व्याप्यवृत्तित्वमेव अस्ति अतः एव ते वदन्ति चित्ररूपम् इति किन्तु नव्यनैयायिकानां मतानुसारं रूपस्य व्याप्यवृत्तित्वं नास्ति प्रत्येकं देशे एकैकं वर्णः अस्ति इति कृत्वा ते भिन्नरूपेण वदन्ति अव्याप्यवृत्तित्वमेव अस्ति इति नव्यनैयायिकानां मतमस्ति अस्तु अत्र इतोपि किञ्चित् चिन्तनीयम् इति कृत्वा सर्वैः क्षम्यतां प्रार्थयामि क्षमा प्रार्थयामि तत्र अग्रिमवर्गे पुनः एतद् परिच्छेदं पठित्वा अग्रे अस्तु सर्वेषां नमस्कारः धन्यवादः नमस्कारः